ॐ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्मा तस्मै श्रीगुरवे नमः. सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. धन्यवादः भगिनि. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र अव्ययानि इति. तस्मिन् विषये गतवर्गे तत्र एकां कथां पठितवन्तः. तत्र उत्तरः इति राजकुमारः, तस्य कथा अपि तत्र प्रायशः पूर्णतया पठितवन्तः इति मन्ये. तत्र हा, अतः इदानीं तत्र केवलं तत्र प्रश्नानि, केचन प्रश्नाः सन्ति, तान् कृत्वा अग्रे तत्र अव्ययम् इति विषये तत्र उदाहरणानि सन्ति. तत्र यद्यपि तथापि यावत् तावत् यदि तर्हि इति एतत् प्रायशः सर्वे तत्र अभ्यासपुस्तके अपि दृष्टवन्तः. अतः तत्र एतत् शीघ्रतया कृत्वा तत्र चेत् नो चेत् एतत् सर्वम् अभ्यासपुस्तके एव अस्ति. अतः एतत् शीघ्रतया कृत्वा तत्र एका अन्या कथा अस्ति तत्र सप्तविभक्तयः इति. तस्मिन् विषये एकं नाटकं नाटकरूपेण एकम् अस्ति. तद् यदि समाप कुर्मः तर्हि किं भवति, तर्हि तत्र गीतासोपनस्य प्रथमभागस्य समाप्तिः भवति. तदनन्तरं गीतासोपनस्य द्वितीयभागस्य आरम्भं कर्तुं शक्नुमः. अस्तु तर्हि तत्र अतः तत्र प्रश्नाः ये सन्ति तत् शीघ्रतया कृत्वा तत्र यावत् तावत् इति उदाहरणानि पश्यामः. अव्ययानाम् उदाहरणानि. अस्तु तर्हि तत्र पेज् 188 मध्ये नरेश् महोदय, नमस्कारः. नमस्कारः महोदय. नमस्कारः महोदय. अस्तु तर्हि तत्र शुभदा भगिनी आरम्भं कर्तुम् इच्छति वा? तत्र हा, पेज् 188 प्रथम अभ्यासः. पेज् 188 न, क्षम्यतां, पेज् 186. एकनिमिषं महोदय, उद्घाटयामि. 186. एतेषां प्रश्नानाम् उत्तरं लिखत. विराटः कस्य देशस्य महाराजः? विराटः मत्स्य देशस्य राजः. हा, समीचीनम्. अस्तु अग्रे, हा अग्रे अपि करोतु भगिनि. तत्र गवाध्यक्षः रक्षणाय कं निवेदयति? गवाध्यक्षः रक्षं करोतु इति कं निवेदयति? राजकुमारं निवेदयति. हा, राजकुमारम् उत्तरं निवेदयति. उत्तरं निवेदयति, समीचीनं. हा, अस्तु. लक्ष्मी भगिनी अग्रे. अस्तु महोदय. त्रिगर्तनरेशः कः? तृतीयपङ्क्तौ अस्ति भगिनि. नरेशः सुशर्मा. अस्तु अग्रिमम् उत्तरः कुत्र बहु जल्पति? उत्तरः युद्धं युद्धस्य पूर्वं जल्पनं कृतवान्. हा, कुत्र इत्युक्ते स्त्रीणां पुरतः. जल्पनं कृतवान्. जल्पति, बहु जल्पति, समीचीनम्. अस्तु उषा भगिनी अग्रे. आं महोदय. शमिवृक्षे कैः आयुधानि रक्षितानि आसन्? शमिवृक्षे पाण्डवैः आयुधानि रक्षितानि आसन्? रक्षितानि आसन्, समीचीनम्। अग्रे उत्तरायाः विवाहः केन सह भवति? उत्तरायाः विवाहः अर्जुनस्य पुत्रेण अभिमन्युना सह भवति। समीचीनं भगिनि, अस्तु। ललिता भगिनि अग्रे। हलो, वदतु भगिनि, न श्रूयते भगिनि, ललिता भगिनि न श्रूयते। अस्तु, हलो हलो, नमो नमः, क्षम्यताम्, अहम् अध्ययनं न कृतवती महोदय। चिन्ता मास्तु, अस्तु भगिनि, उत्तरं दातुं शक्नोति। नरेश महोदय अग्रे। आमाम्, एतेषाम् उत्तराणां प्रश्नवाक्यं लिखत। त्रिगर्तनरेशः गोसम्पत्तिम् अपहर्तुम् आगच्छति। त्रिगर्तनरेशः किम् अपहर्तुम् आगच्छति? किम् अपहर्तुम् आगच्छति, समीचीनं महोदय, अस्तु। अग्रिममपि करोतु। उत्तरः विराटस्य पुत्रः। उत्तरः कस्य पुत्रः? तत्र तु वयं जानीमः, तत्र एकः एव प्रश्नः भवति इति न, तत्र तु अनेकः प्रश्नः कर्तुं शक्नुमः, किन्तु एकम् उदाहरणं दद्मः तावदेव। अस्तु, समीचीनं। विराटस्य पुत्रः, तदपि सत्यं महोदय, अस्तु। अस्तु, अग्रे गीताञ्जलि भगिनि। सैरन्ध्री बृहन्नलाम् आनयति, सैरन्ध्री काम् आनयति? सैरन्ध्री काम् आनयति, अग्रे। ततः तौ श्मशानभूमिं गच्छतः, ततः तौ कुत्र गच्छतः? कुत्र गच्छतः? श्मशानभूमिं गच्छतः, समीचीनं समीचीनं भगिनि, अस्तु। एकमेव अस्ति, तदपि समापयतु भगिनि। अस्तु महोदय, पाण्डवानाम् अज्ञातवासः समाप्तः भवति, पाण्डवानां कः समाप्तः भवति? पाण्डवानाम् अज्ञातवासः किं भवति? तदपि अस्तु, कः भवति इति एव, अथवा कस्य अज्ञातवासः, कस्य तु न, केषाम् अज्ञातवासः समाप्तः भवति इति अपि भवितुम् अर्हति, समीचीनम्। अस्तु अस्तु, तर्हि तत्र तावदेव अस्ति एतस्याः कथायाः विषये। इदानीम् अग्रे गच्छामः, तत्र कथायाः मूलविषयः आसीत् तत्र अव्ययानि इति, तत्र यद्यपि तथापि यदि तर्हि इति तत्सर्वं प्रदर्शितम् अस्ति कथायाम्। इदानीं तत्र यद्यपि तथापि इति अव्ययद्वयम् अधिकृत्य तत्र अभ्यासः अपि उदाहरणानि भवन्ति इदानीम्। अस्तु, तर्हि तत्र वेदा भगिनी आरम्भं करोति वा? महोदय, प्रश्नः महोदय, चतुर्थ प्रश्ने ततः तौ श्मशानभूमिं गच्छतः अस्ति, तौ अर्जुनः उत्तरः कुत्र गच्छतः इति अपि समीचीनमेव न? समीचीनमेव, सत्यं। ततः इति उपयोगं कुर्मः महोदय, तत्र प्रश्नः ततः, then after, where did they go after iti tatah tatah tatra bhavat astu tatra etadvish sandarbha iti chintayato astu bhavati tatra vidyalaye magatavati astu tatah bhavati kim krutavati ityukte kimapi tatra kevalam ekah vakyam ekameva vakyam iti na tasya purvam prayashah kimapi tatra विवरणम् अभवत्, तदनन्तरम् एतादृशप्रश्नः भवति। ततः इत्युक्ते पञ्चमे न न ततः इत्युक्ते फ्रम् देर् अथवा देन् आफ्टर् वाट् हेपेण्ड् इति एकः एव अर्थः इति न तत्र ततः इत्युक्ते फ्रम् देर् किन्तु आफ्टर् देट् इति अपि भवति तदनन्तरं तदनन्तरम् इति तदपि ततः अत्र एतदपि चिन्तयितुं शक्नुमः तत्र युद्धक्षेत्रे ते सन्ति अतः तत्र युद्धक्षेत्रात् कुत्र गतवन्तः इति तादृश अपि चिन्तनं भवितुम् अर्हति अतः तत्र देन् इति धन्यवादः अस्तु भगिनि अस्तु वेदा भगिनि आं महोदय अवधेयम् अस्मिन् पाठे नूतनानि अपि अव्ययानि प्रयुक्तानि सन्ति यथा यद्यपि तथापि यदि तर्हि एतानि अपि नित्यसम्बद्धानि अव्ययानि अतः एतेषां प्रयोगे अपि द्वयोः मिलित्वा एव समानवाक्ये प्रयोगः भवति तत्र तत्र सम्बद्धानि इति सम्बद्धानि तत्र सम्बद्धः तत्र किं तत्र सम्बद्धः इत्युक्ते तत्र पदद्वयं सम्बद्धः तत्र पदद्वयम् अस्ति तत्र एकमस्ति एकं पदमस्ति यद्यपि अन्यत् पदमस्ति तथापि तयोः मध्ये सम्बन्धः अस्ति अतः पदद्वयं सम्बद्ध सम्बद्धपदद्वयम् अत्र सम्बन्धः कीदृशः सम्बन्धः इत्युक्ते नित्यसम्बन्धः अतः तत्र नित्यसम्बद्ध नित्यसम्बद्धानि तत्र यस्य तत्र ययोः सम्बन्धः अस्ति तत्र तौ सम्बद्धौ इति भवति अतः तत्र बन्धने इति अपि अस्ति वा महोदय बद्ध सम्बद्ध तत्र सम्बन्धः इति तत्र कोऽपि सम्बन्धः तत्र समथिङ्ग् द टैज़् अप् इति एव अस्ति खलु रिलेशन् इति सम्बद्ध सत्यं भगिनि सम्बद्धः सत्यं तादृश एव अस्ति भगिनि किन्तु तत्र सम्बन्धः भिन्नः सम्बद्धः भिन्नः यद्यपि तथापि उच्चैः पठत यद्यपि समुद्रे अधिकं जलम् अस्ति तथापि न उपयोगाय इत्युक्ते समुद्रजलं पातुं न शक्नुमः तत्र लवणम् अस्ति इति कृत्वा लवणस्य कारणेन यद्यपि उपयोगाय इत्युक्ते उपयोगार्थं उपयोगार्थं न अर्हति उपयोगाय न अर्हति समीचीनं भगिनि अस्तु यद्यपि अस्तु अस्तु अन्यत् अपि करोतु तत्र वदतु यद्यपि सः वृद्धः तथापि धावति सः वृद्धः अस्ति परन्तु तथापि सः धावनं करोति वयं चिन्तयामः तत्र वृद्धः अस्ति अतः तस्य शक्तिः नास्ति इति किन्तु सः धावितुं शक्नोति समीचीनं भगिनि अस्तु अस्तु अग्रे एतावत् कः सर्वे पठितवन्तः इति श्रीप्रिया भगिनी नमस्कारः वंशीसुधा भगिनी नमस्कारः नमस्ते महोदय क्षम्यतां महोदय विलम्बेन चिन्ता मास्तु भगिनि तत्र पेज् 187 मध्ये स्मः आम् महोदय अस्तु भगिनि भवती एव पठितुम् इच्छति वा तत्र अग्रे आम् पठामि यद्यपि सः राजपुत्रः अथापि विनयशीलः इत्युक्ते राजपुत्रः इत्युक्ते प्रिन्स् एव महोदय राजपुत्रः राजकुमारः राजकुमारः अस्ति तथापि सः विनयेन भवति इत्येव विनयशीलः तत्र विरुद्ध तत्र सः कीदृशः नास्ति इत्युक्ते सः दुर्योधन एव नास्ति इति वक्तुं शक्नुमः खलु अस्तु अग्रे अग्रिममपि करोतु भगिनि यद्यपि अर्जुनः शूरः अथापि युद्धार्थं न प्रवृत्तः यद्यपि सः धैर्यवान् अस्ति तथापि सः युद्धं न कर्तुम् इच्छति वा? प्रवृत्तः न सिद्धः, न सिद्धः युद्धं कर्तुं सः न सिद्धः आसीत्। भगवद्गीतायाः तत्र पूर्वं तत्र श्रीकृष्णस्य भगवतः तत्र भगवद्गीतायाः प्रवचनस्य पूर्वं सः सिद्धः नासीत् इति कृत्वा तत्र सः न प्रवृत्तः युद्धार्थं, सः न प्रवृत्तः इति। समीचीनं, हा अस्तु। अग्रे वंशीसुधा भगिनी पठितुम् इच्छति वा? श्रूयते वा? नमस्ते महोदय। नमस्कार भगिनि, पेज् 187 भगिनि। अस्तु, तदेव ज्ञातवती। अस्तु, 187, एकनिमिषम्। अस्तु, अभ्यासः वा महोदय? अभ्यासः, तत्र पञ्चमवाक्यः यद्यपि करणः इति। ओ, पञ्चमम् अभवत् वा? करणीयम्, इदानीं करणीयं, यद्यपि करणः। कृष्णः किल 187 मध्ये यद्यपि तथापि भगिनि। ओ अस्तु अस्तु, अभ्यासमपि दृष्टवती। अस्तु, यद्यपि कर्णः सूतपुत्रः इति ख्यातः तथापि सः महारथः। तत्र कर्णः सूतपुत्रः आसीत् परन्तु सः महारथः किमर्थम् इत्युक्ते सर्वाणि शास्त्रविद्या सः जानाति। हा, तत्र शास्त्रविद् अस्ति सः, तत्र युद्धं कर्तुं सः जानाति, सः निपुणः युद्धे, निपुणः सः इति। अस्तु, तत्र यद्यपि तथापि इति तत्र तयोः प्रयोगः कुत्र भवति? यदा तर्हि, यदा तथा इति तादृशे स्थले वा अथवा तत्र तादृशी यत्र न भवति तादृशी स्थले वा? न, यदा तदा तु यत् भवति तदनन्तरं किं भवति यदा तदा वक्तुं शक्यते, परन्तु यद्यपि यत् अपि इति भवति किल तत्र, यद्यपि किं वक्ति किं वक्तुम् इच्छामः तत्र। अतः तत्र तत्र यदि तर्हि स्थाने किं भवति तत्र प्रथमं भवति कारणम् एतदस्ति, अतः तत्र द्वितीयं कार्यं भवति, एतदस्ति चेत् अस्तु एतद् द्वितीयमपि भवति। अत्र किमस्ति, प्रथमे तत्र बाधा अस्ति, यद्यपि एका बाधा अस्ति तथापि एतत् कार्यं भवति, एतत् सत्यमस्ति इति, खलु? आं महोदय, उत्तमम्। तत्र यद्यपि बाधा अस्ति तथापि तत्र एषः कार्यं कृतवान्, सः न तस्मिन् शक्तिः नास्ति किं तथापि सः कार्यं कृतवान्, अतः तत्र कारणकार्यं भावः नास्ति किन्तु तस्य विरुद्धः तत्र इति। अस्तु, अग्रे भगिनि। अस्तु महोदय, यद्यपि शिखण्डी नपुंसकः तथापि सः महावीरः। तत्रापि शिखण्डेः प्रसक्तिः अस्ति, शिखण्डी नपुंसकः परन्तु सः महावीरः इति उक्तवान्। अतः तत्र वयं चिन्तयामः सः युद्धं कर्तुं न शक्नोति इति चिन्तयामः, किन्तु परन्तु सः महावीरः वीरः आसीत् एव। अस्तु, समीचीनं भगिनि, धन्यवादः। अस्तु, अग्रे ललिता भगिनि अग्रे पठति वा? ललिता भगिनि अस्ति वा? अस्तु, तर्हि उषा भगिनि अग्रे। आं महोदय। यतोदाहरणं वाक्यानि वदत, उदाहरणं तत्र एकमेव। यद्यपि सर्वे स्वधर्मं जानन्ति तथापि आचरणे न प्रवर्तन्ते। यद्यपि सर्वे, वयं सर्व स्वधर्मं जानीमः तथापि वयम् आचरणे न प्रवर्तन्ते, आचरणं न कुर्मः। हा तत्र सदा तस्य आचरणं कर्तुं न शक्नुमः अथवा न सिद्धाः वयं, परन्तु स्वधर्मं जानन्ति। हा तत्र ज्ञानम् अस्ति किन्तु तत्र आचरणे तत्र किञ्चित् काचित् बाधा अस्ति तावदेव। पालनम् इति समीचीनं, पालनं हा तत्र धर्मस्य पालने पालने न कुर्वन् हा न कुर्मः न कुर्मः। समीचीनं भगिनि, हा अस्तु अग्रे। यतो धारणं वाक्यानि वदत, उदाहरणं यद्यपि मरणं निश्चितं तथापि जनाः तत् न चिन्तयन्ति। तत्र तथापि इति यद्यपि तथापि इति जानीमः इदानीं, तत्र तत् इति अस्ति, तत् इत्युक्ते किं तत्र अस्मिन् वाक्ये? मरण जनाः तत् यद्यपि मरणं निश्चितं तथापि जनाः तत् न चिन्तयन्ति, मरणस्य विषये न चिन्तयन्ति। अथवा मरणं निश्चितम् अस्ति अतः तत् निश्चितम् अस्ति इति अपि तत्र तत् न चिन्तयन्ति चिन्तयन्ति। तत्र मरणं निश्चितं तत्र विशेषणभावः खलु, मरणं वयं तु चिन्तयामः परन्तु न सदा चिन्तयामः। अस्तु एतत् तत्र तत्र मरणस्य विषये चिन्तनम् इति न, तत्र मरणं निश्चितम् अस्ति इति तत्र तस्मिन् विषये सर्वदा तत्र वयं न चिन्तयामः इति। अस्तु तत्र अग्रे प्रथमं करोतु भगिनि। सः बहु कष्टे अस्ति, यद्यपि सः बहु कष्टे अस्ति तथापि न प्रकटयति। यद्यपि सः बहु कष्टे कष्टम् अनुभवति तथापि सः न प्रकटयति, न दर्शयति, न प्रदर्शयति, प्रदर्शयति न प्रकटयति। समीचीनं भगिनि, हा अस्तु महोदय। किञ्चित् भिन्नप्रकारेण अस्ति इति अहं चिन्तयामि, सः बहु कष्टे अस्ति न प्रकटयति, तत्तु बहु कष्टे अस्ति यद्यपि बहु कष्टे अस्ति तथापि सः तत् न प्रकटयति। हा तदेव तदेव भवती अपि उक्तवती इति मन्ये, कष्टम् अस्ति इति तत्र न प्रदर्शयति अथवा न प्रकटयति। आम् परन्तु सः द्वितीयभागे आगच्छति, तथापि सः तत् न प्रकटयति इति अहं चिन्तयामि। अस्तु अस्तु बहु कष्टे अस्ति इति यद्यपि बहु कष्टे अस्ति तथापि सः तत् न प्रकटयति। तत्र अत्र भवत्याः आशा कः इति न ज्ञातवान् महोदय। सः यद्यपि सः बहु कष्टे अस्ति तथापि सः न तत् प्रकटयति इति भगिनी वदति, सः आवश्यकम् इति वक्तुम् इच्छति वा भगिनी? प्रथमे भागे सः न आगच्छति महोदय इति अहं चिन्तयामि, बहु कष्टे अस्ति यद्यपि बहु कष्टे अस्ति इति प्रथमं भागं, यद्यपि बहु कष्टे अस्ति इति इत्युक्ते कः बहु कष्टे अस्ति? दट्स् द वे इट् इस्, सो इफ् यु सी द फस्ट् सेण्टेन्स्, यद्यपि मरणं निश्चितं तथापि जनाः तत् न चिन्तयति। सो मरणम् इति पूर्ववाक्यं पश्यतु भगिनि, यद्यपि सः वृद्धः तथापि धावति, तत्रापि एतस्मिन् वाक्ये अपि सः इति कस्य प्रसक्तिः भवति इति वयं चिन्तितः, मम चिन्तनं मरणं तु सर्वे चिन्तयन्ति न महोदय सः भगिनि तत्र अस्तु प्रायशः एषः क्लेशः अस्ति इति मन्ये शुभदा भगिनि। तत्र यत्र अत्र वाक्यद्वयमस्ति खलु भगिनी शुभदा भगिनी, खलु तत्र एकं भागम् अस्ति यद्यपि अनन्तरं, तदनन्तरं तथापि अनन्तरं द्वितीयभागं, खलु तत्र केचन तत्र केचन हा तत्र कस्मिन् वाक्ये तत्र हा एकस्मिन् वाक्ये एतद् भवितुमर्हति तत्र समानकर्तृपदं भवेत् यत्र तत्र यद्यपि सः वृद्धः तथापि धावति इति तत्र प्रथमभागस्य कर्तृपदं द्वितीयभागस्य कर्तृपदं समानम् अत्र प्रथमभागे कर्तृपदं स्थापयामश्चेत् पर्याप्तं किन्तु अत्र उदाहरणे तत्र यद्यपि मरणं निश्चितं तथापि जनाः इति तत्र कर्तृपदं समानम् अस्ति वा जनाः इति कर्तृपदम् अस्ति प्रथमे वाक्ये न न तत्र द्वितीये वाक्ये जनाः इति कर्तृपदम् ऐ मीन् इन् द फस्ट् एक्साम्पल् ऐ मीन् प्रथमभागे कर्तृपदं भिन्नम् अस्ति मरणं निश्चितम् अस्ति मरणम् इति एव कर्तृपदं तत्र मरणम् अस्ति कीदृशं मरणं निश्चितं मरणं तदस्ति तथापि जनाः एतत् कुर्वन्ति यत्र तत् यत्र कर्तृपदं समानम् अस्ति तत्र मम चिन्तनं तु सः इति कर्तृपदम् अस्ति सः कर्तृपदं द्वितीयभागे एव आगच्छति नाट् इन् द फस्ट् पार्ट् न न न किन्तु तत्र उदाहरणानि पश्यन्तु भगिनि तत्र यद्यपि सः राजपुत्रः तथापि विनयशीलः यद्यपि अर्जुनः शूरः तथापि युद्धार्थं न प्रवृत्तः तत्र युद्धार्थं न प्रवृत्तः इति एव अस्ति तत्र अर्जुनः इति द्वितीयभागे तत्र नास्ति अस्तु महोदय हा अत्र तु किं कर्तृपदं वयं जानीमः तत्र अर्थं तत्र वाक्यं दृष्ट्वा तत्र कर्तृपदं यत्र यत्रापि भवतु वयं जानीमः स तदेव कर्तृपदम् इति किन्तु प्रथमभागे तत्र यदि कर्तृपदम् अस्ति चेत् तत्र दोषः इति न वक्तुं शक्नुमः इति मन्ये भगिनि तत्र आङ्ग्लभाषायाम् अपि तदेव भवति इवन् दो इन् पेन्स् हा किन्तु भगिनि तत्र आङ्ग्लभाषा भिन्ना संस्कृतं भिन्ना तत्र इवन् दो इन् पेन्स् हु इज़् इन् पेन्स् वी हैव टु से नो यद्यपि बहु कष्टे अस्ति तथापि सः तत् न प्रकटयति तादृशवाक्यं कर्तुं शक्नुमः इति अपि अङ्गीकरोमि अत्र तत्र तस्यार्थः एषः न तत्र प्रथमभागे न भवितव्यम् इति तादृश वयं न वक्तुं शक्नुमः खलु द्वितीयभागे अपि स्थापितुं शक्नुमः इति तद् अङ्गीकरोमि किन्तु केवलं द्वितीयभागे इति तद् तत्तु नियमः तादृशं नियमम् अहं न अङ्गीकरोमि भगिनि अस्तु महोदय अस्तु अस्तु धन्यवादः हा अस्तु अस्तु तर्हि अतः तत्र अग्रे गच्छामः तत्र ललिता भगिनी इदानीं पठितुं शक्नोति वा इदानीं शक्नोति क्षम्यतां मम करभाषिणे ऐ वास् नाट् एबल् टु म्यूट् अस्तु अस्तु भगिनि इदानीं तत्र द्वितीय ऐ नो वाट् ऐ हर्ड् बट् या ओके तव बहूनि जन्मानि अतीतानि त्वं न स्मरसि यद्यपि तव बहूनि जन्मानि अतीतानि तथापि त्वं न स्मरसि त्वं न किं न स्मरसि जन्मानि बहूनि जन्मानि अतीतानि जन्मानि अतीतानि जन्मानि अतीतानि जन्मानि बहूनि जन्मानि अतीतानि तानि न स्मरसि तानि जन्मानि अतीतानि जन्मानि त्वं न स्मरसि न स्मरसि चिन्ता मास्तु भगिनि. अस्तु अग्रिमं करोतु. अन्तः भगवान् अस्ति वयं न जानीमः. यद्यपि अन्तः भगवान् अस्ति तथापि वयं न जानीमः. वयम् इत्युक्ते वि सो यद्यपि वयं न जानीमः. वयं किं न जानीमः? भगवान् अस्ति भगवान् अस्ति इति जानीमः, किन्तु भगवान् अन्ते अस्ति इति न जानीमः. तत्र साक्षात्कारस्य पूर्वं तत्र ज्ञानम् एतादृशं ज्ञानं न भवति, अतः तत्र न जानीमः इति. अस्तु समीचीनम्. अस्तु अग्रे लक्ष्मी भगिनी. अहं नाम आसमि महोदय. ओ अस्तु भगिनि, भगिनी पठतु, भगिनी पठतु अनन्तरम्. अस्तु महोदय. एषा रात्रिः संयमी जागर्ति. एषा रात्रिः यद्यपि एषा रात्रिः तथापि संयमी जागर्ति. तत्र संयमी जागर्ति, तत्र लकारः न जानामि अहं, किन्तु तत्र यः संयमी अस्ति सः जागरणं करोति इति. यद्यपि एषा रात्रिः अस्ति, रात्रिसमये सर्वे निद्रान्ति, किन्तु संयमी यः अस्ति सः तु जागरणम् आचरति इति. संयमी इत्युक्ते अर्थः संयम, तत्र मनसः संयमं यः कृतवान् सः संयमी. तत्र योगी इव इति, तत्र वयं गीतासोपने एव दृष्टवन्तः खलु, तत्र प्रथमभागे तत्र कुत्र अस्ति, तत्र योगिः तत्र तत्र वयं दृष्टवन्तः खलु, तत्र षष्ठीविभक्तिविषये जागर्ति, तत्र जागर्ति इति लकारः न जानामि, किन्तु लट् लकारः अस्ति महोदय. जागृतः जागर्ति. समीचीनं, धन्यवादः. जागृ धातु अस्ति महोदय, दिवादिधातु. अस्तु अदादिगणे धातुः. अस्तु भगिनि धन्यवादः. परन्तु अकर्मकः अस्ति. अस्तु, अतः तत्र पेज् 32 पश्यतु भगिनि, तत्र अस्ति खलु, तत्र योगी इति विषयः, तत्र योगी योगिनः आसनम् इति विषये, तत्र परिच्छेदः यः अस्ति तत्र अन्तिमवाक्यं, मनः संयम्य अन्तः वर्तमानम् आत्मानम् एव ध्यायति इति. मनसः संयमम् यः करोति सः संयमी. अस्तु अग्रे. यद्यपि एषा रात्रिः तदापि संयमी जागर्ति. यद्यपि कृष्णः युद्धनिपुणः कुरुक्षेत्रे शस्त्रं न उत्थापयति. यद्यपि कृष्णः युद्धनिपुणः तदापि सः कुरुक्षेत्रे शस्त्रं न उत्थापयति. शस्त्रं न उत्थापयति, समीचीनम्. तत्र कोऽपि वक्तुम् इच्छति वा, तत्र शस्त्रम् अस्त्रं तयोः मध्ये कः भेदः इति? शस्त्रम् अस्ति, अस्त्रम् अस्ति, तयोः मध्ये कः भेदः? भेदः अस्ति खलु, इत्युक्ते आयुधम्, अस्त्रमपि आयुधमेव, किन्तु अस्त्र मन्त्रेण उपयुज्यते महोदय, मन्त्रेण आह्वयितुं शक्नुमः किल महोदय. तदपि सः एकः भेदः अस्ति, समीचीनं. तत्र एकम् अस्ति यत् तत्र शस्त्रम् इति तत्र हस्ते एव तिष्ठति शस्त्रम्. अस्त्रं हस्तात् गच्छति, यथा हस्ते यदा मन्त्रं वदति तदा तत्समये, अथवा तत्र बाणेन, तत्र बाणेन तत्र बाणं तत्र किं भवति, तत्र हस्तात् गच्छति तद् अस्त्रं भवति, किन्तु गदा यदस्ति तद् शस्त्रम् इति भवति. अस्ते एव तिष्ट्वा तत्र युद्धं कुर्वन्ति इति कृत्वा तत्र शस्त्रम् अस्त्रम् इति एकः भेदः. प्रायशः अनेकाः भेदाः सन्ति किन्तु तत्र शस्त्रम् इति आसीत् अतः उक्तवान् तावदेव. अस्तु अग्रे तत्र शोभभगिनी अग्रे पठति वा. आम् महोदय. यद्यपि ज्ञानयोगः श्रेष्ठः तथापि कर्म करोतु इति कृष्णः उक्तवान् अर्जुनम्. तत्र किमपि वदनीयं वा महोदय? तत्र ज्ञानयोगः श्रेष्ठः अस्ति. तत्र चेदपि अर्जुनस्य बोधनम् इति दत्तं कर्म करोतु इति. अतः तत्र ज्ञानयोगम् एव पालनीयम् इति न, तदपि पालयतु अपि कर्म अपि करोतु, यत् करणीयं तदपि करोतु इति. अस्तु अग्रे भगिनि. शरीरं नश्वरं मोहः न नश्यति. यद्यपि शरीरं नश्वरं मोहः न नश्यति. यथा वयं पूर्वं दृष्टवन्तः मरणं निश्चितम् अस्ति चेदपि वयं तस्य निश्चितम् इत्यस्य विषये चिन्तनं न कुर्मः इति. यद्यपि शरीरं नश्वरं मोहः तथापि मोहः न नश्यति. मोहः न नश्यति. एतत् ज्ञात्वा अपि शरीरं शाश्वतं नास्ति इति ज्ञानम् अस्ति चेदपि मोहः अथवा मोहं नाशं मोहस्य नाशं न भवति, मोहस्य नाशं न कर्तुं न शक्नुमः तत्र सः मोहः न नश्यति. सुलभः नास्ति, सुलभः नास्ति, बहु कठिनः अस्ति. हा कठिनः एव अस्ति. समीचीनं भगिनि. महोदय तत्र महोदय यद्यपि शरीरं नश्वरं तथापि शरीरस्य कृते मोहः न नश्यति अपि समीचीनं वाक्यं महोदय. हा अत्र अस्तु भगिनि. तत्र एकः अस्ति तत्र जीवने मोहस्य इति एकः विषयः, अन्यदस्ति तत्र मोहः इति गुणम् इति तादृशपदार्थः इति स्वीकृत्य शरीरस्य नाशनानन्तरमपि मोहः इति तत्र तिष्ठति वा इति कर्मरूपेण तत्र अग्रिमजन्मपर्यन्तं मोहः भवति वा इति, तत्र आत्मनः गुणः भवति वा इति तादृश अपि चिन्तनम् अत्र भवितुमर्हति इति मन्ये भगिनि. भवती तदेव पृच्छति वा? अहं तु व्याकरणे पृच्छामि महोदय. शरीर यद्यपि शरीरं नश्वरं तथापि तस्य कृते मोहः न नश्यति इति वाक्यस्य किं भवति इत्युक्ते शरीरस्य कृते शरीरस्य कृते मोहम् इति वा? अस्तु अस्तु अस्तु अस्तु. इदानीम् अवगच्छामि. इदानीं अथवा तत्र केवलं शरीरस्य कृते इति किं शरीरस्य मोहः इति तावत्पर्यन्तं पर्याप्तं खलु? शरीरस्य कृते न शरीरस्य मोहः. अस्तु अस्तु तत्र अस्तु भगिनि, अस्तु अस्तु. शरीरस्य कृते जनानां मोहः न नश्यति इति तदपि न तदपि अस्तु. तत्र मोह तत्र केवलं तत्र शरीरस्य मोहः इति वदामश्चेत् साक्षात् शरीरः तस्य मोहः इति तत् प्रायशः क्लेशः भवति. किन्तु अत्र शरीरस्य विषये मोहः इति भवती वक्तुम् इच्छति. अत्र तु विषय तु बृहत् अस्ति किन्तु एव अहम् अस्तु भगिनि. समीचीनमेव. शरीरस्य कृते अथवा शरीरस्य विषये मोहः विषये मोहः न नश्यति. समीचीनं भगिनि. अस्तु अग्रे अस्तु तत्र अग्रे नरेश महोदय पठति वा अग्रे. आं महोदय. जनाः पापस्य फलं नेच्छन्ति, पापं कुर्वन्ति एव. यद्यपि जनाः पापस्य फलं नेच्छन्ति तथापि पापं कुर्वन्ति एव. फलं तु कोऽपि न इच्छति परन्तु पापं कुर्वन्ति. हा, पापं कुर्वन्ति एव. समीचीनं महोदय. तत्र प्रसिद्धः प्रसिद्धा कथा अस्ति खलु तत्र अस्मिन् विषये, तत्र पापस्य फलं न इच्छन्ति इति. तत्र वाल्मीकेः कथायां तत्र नारदस्य दर्शनस्य पूर्वं एतादृशी स्थितिः आसीत् खलु तत्र. तत्र कोऽपि तस्य सः तु तस्य जीवने तत्र किं सः हा किं नारदस् मुनेः दर्शनात् पूर्वं सः किम् आसीत् तत्र जनानां चोरः आसीत्. हा, चोरः आसीत्. अपि तस्य तत् नारदः तं किं पृच्छति, भवान् बहु अनेकानि पापानि कुर्वन् अस्ति अतः पापस्य फलं यत् अस्ति तद् सर्वे अङ्गीकुर्वन्ति वा भवतः गृहे ये अन्ये जनाः सन्ति ते सर्वे तस्य भागम् अङ्गीकुर्वन्ति वा इति, स्वीकुर्वन्ति वा इति. अतः तत्र पापस्य फलं न इच्छन्ति तथापि पापं कुर्वन्ति एव इति. अस्तु महोदय, अग्रे. कर्मफले इच्छा नास्ति, कर्म करोमि. यद्यपि कर्मफले इच्छा नास्ति तथापि कर्म करोमि. कर्म तु कुरु. कर्मफले इच्छा न प्रवृत्तः परन्तु कर्म कुर्मः. कर्म करोमि इति. अस्तु अस्तु महोदय, तत्र एकमेव अस्ति इति मन्ये तत्र. अस्तु महोदय, तत्र एकमेव अस्ति अतः तदपि समाप्यतु. मनः तत्त्वम् इच्छति, तत् ज्ञातं न भवति. यद्यपि मनः तत्त्वम् इच्छति तथापि तत् ज्ञातं न भवति. हा, तत्र मनः तत्त्वम् इच्छति तथापि तत् ज्ञातं न भवति. तत्र तस्य ज्ञानं सुलभतया न भवति, तत्त्वस्य ज्ञानं सुलभतया न भवति. ज्ञातं पठितम् इति, तत्र ज्ञातं न भवति इति. अस्तु, समीचीनं महोदय, धन्यवादः. अस्तु, अग्रे गीताञ्जलिभगिनी अग्रे आरम्भं करोति वा तत्र यदि तर्हि इति. आम् महोदय, यदि तर्हि. यदि भवान् योगासनं करोति तर्हि शरीरं दृढं भवति. अत्र किं कुर्मः महोदय? तत्र किं यदि तर्हि इति पठामि एव. तत्र हा, यदि तर्हि इति भवति चेत् तत्र कः सम्बन्धः अस्ति तत्र प्रथमभागस्य अपि द्वितीयभागस्य तयोः मध्ये कः सम्बन्धः अस्ति? प्रथम तु यदि किमपि भवति तर्हि तस्य कारणेन अन्य किमपि. हा, तत्र कारणमपि कार्यम् एतत् तस्य फलम् अथवा प्रथमवाक्ये किमपि दत्तमस्ति तस्य फलं द्वितीयभागे दत्तमस्ति. हा, कारणं फलम् इति. योगासनस्य फलमस्ति तत्र शरीरस्य दृढता इति. दृढता, शरीरस्य दृढता कथं भवति? योगासनं करणीयं तदेव. तर्हि शरीरस्य दृढता अथवा शरीरं दृढं भवति. शरीरं दृढं तत्र विशेषणम् अस्ति. कीदृशं शरीरं? दृढं शरीरम् इति. यदि पठामि महोदय. पठतु भगिनि अग्रे. यदि ज्वरः अस्ति तर्हि वैद्यं पश्यतु. अत्र कारणं तु यदि ज्वरः अस्ति, यदा ज्वर अस्ति चेत् तदनन्तरं वैद्यं पश्यतु इत्युक्ते यदि तर्हि, यदि ज्वरः अस्ति तर्हि वैद्यं पश्यतु. वैद्यं पश्यतु इति समीचीनं भगिनि. अस्तु, हा तत्र एतत् सर्वम् अभ्यासपुस्तके अपि अस्ति, अतः तत्र प्रायशः कोऽपि क्लेशः नास्ति, अतः शीघ्रतया समापयितुं शक्नुमः इति मन्ये. तत्र इदानीं न स्मरामि, किन्तु एकवारं मया श्रुतमस्ति तत्र पूर्वं वयं दृष्टवन्तः, तत्र पूर्वमपि तत्र शरीरम् इति आसीत्, अपि देहः इति अपि तत्र वक्तुं शक्नुमः खलु, शरीरम् अपि देहः. किन्तु तयोः मध्ये कोऽपि भेदः अस्ति इति अहम् एकवारं मया श्रुतं तत्र, किन्तु इदानीं तत्र भेदः कः इति न स्मरामि, किन्तु एकः भेदः अस्ति तत्र. समानार्थकम् अस्ति किन्तु पदात् अन्यत् किमपि तत्र ज्ञातुं शक्नुमः, तत्र शरीरं भिन्नं देहः भिन्नं, तत्र सम्यक्तया न स्मरामि, किन्तु तत्र दहनस्य योग्यः देहः इति किमपि तादृश अस्ति, किन्तु सम्यक्तया न स्मरामि, यदि कोऽपि स्मरति चेत् वदतु. अस्तु, अग्रे गच्छामः. वेदा भगिनि पठति वा? महोदय, यदि ज्वरः अस्ति तर्हि वैद्य तत् समाप्तम् अग्रे. यदि यदि विद्युत् अस्ति तर्हि दीपः ज्वलति. कारणकार्यमस्ति तत्, यदि विद्युत् अस्ति चेत् तर्हि दीपः ज्वलति, दीपः प्रकाशति. समीचीनम् अग्रे. यदि अध्ययनं करोति तर्हि मनः सुदृढं भवति. अध्ययनं करोति चेत् मनः सुदृढं भवति, दृढं. अस्तु, तत्र चेत् चेत् इति अत्र यदि तर्हि मध्ये तत्र चेत् अपि स्थापितुं शक्नुमः. समीचीनमेव अस्ति भगिनि. अस्तु, हा अस्तु, अग्रे तत्र शुभदा भगिनि अग्रे. महोदय, यदि यदि उपयोगं कुर्मः तर्हि तर्हि चेत् उपयोगस्य दोषः भवति महोदय. न न, तत्र यदि तर्हि इति तत्र यदि स्थाने केवलं चेत्. तावदेव तत्र यदि स्थाने चेत् भवितुम् अर्हति इति. तर्हि आवश्यकं, किन्तु यदि यदि स्थाने यदि स्थापितम् अस्ति, यदि स्थापितं चेत् चेत् नास्ति, न स्थापितुं शक्नुमः. यदि न स्थापितं चेत् चेत् स्थापितुं शक्नुमः. अस्तु, अग्रे वेदा भगिनी उक्तवती वा तत्र? हा, अग्रिमम् अध्ययनमपि अस्तु, तत् तदपि उक्तवती. अस्तु, अग्रे श्रीप्रिया भगिनि. आं महोदय, क्षम्यता. यदि जिज्ञासा अस्ति तर्हि गीतां सुखेन अवगच्छति. तत्र जिज्ञासा इत्युक्ते ज्ञातुम् इच्छा, ज्ञातुम् इच्छा अस्ति चेत् अस्ति, यदि ज्ञातुम् इच्छा अस्ति तर्हि तर्हि गीतां सुखेन अवगच्छामि, अवगच्छामः. हा, तत्र सुखेन अवगच्छति इति, हा सुखेन इति भाव भावतृतीया, हा गीतामिति कर्मपदम्. हा अस्तु, अग्रे. यदि इन्द्रियनिग्रहं करोषि तर्हि मनोनिग्रहः सरलः. इन्द्रियाणां निग्रहम् अस्ति चेत् तथा मनसः निग्रहमपि सरलं भवति. हा, मनसः निग्रहः अपि सरलः भवति. समीचीनं भगिनि. अस्तु, हा अस्तु, तर्हि इदानीं तत्र अभ्यासः अस्ति. शुभदा भगिनी करोति वा अग्रे? आं महोदय. यथोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणार्थं यदि बुभुक्षा अस्ति तर्हि भवान् खादतु. यदि पिपासा अस्ति तर्हि भवान् पिबतु. यदि ज्ञानम् आवश्यकं तर्हि भवान् पठतु. अस्तु, समीचीनं भगिनि. हा, तत्र सर्वदा भवान् इति अपेक्षितं नास्ति, किन्तु सम्यक् एव. हा, अस्तु, अग्रे वदतु भगिनि. यदि मित्रम् आगच्छति तर्हि भवान् सन्तुष्टः भवति? सन्तुष्टः भवति, समीचीनमेव. समीचीनम्, अग्रे वंशी सुधा भगिनी. आं महोदय, यदि दुःखम् अस्ति तर्हि गीता पठतु. गीतां पठतु, गीतां पठतु. अस्तु, यदि अन्धकारः अस्ति तर्हि दीपः ज्वलतु. ज्वलतु वा दीपं ज्वलतु. ज्वलतु दीपं ज्वालयतु. अस्तु, अग्रे भगिनि. यदि कष्टम् आपतति, क्षमतां, यदि कष्टम् आपतति तर्हि चिन्तयतु किं करणीयम्. समीचीनं, हा, तत्र किं करणीयम् इति चिन्तयतु. अस्तु, समीचीनं भगिनि. अस्तु, किं भगिनि? धैर्यम् उदेति. तर्हि तर्हि धैर्यम् अथवा धैर्यम् आवश्यकम् इति. हा, अस्तु, अग्रे उषा भगिनि. आं महोदय, यदि उत्सवः अस्ति तदेव न महोदय? यदि उत्सवः अस्ति तर्हि आनन्दम् अनुभवतु. आनन्दम् अनुभवतु अथवा आनन्देन आचरतु, उत्सवम् आचरतु. यदि दीनं पश्यामि तर्हि दानं करोमि. हा, यदि दीनं पश्यामि तर्हि दानं करोमि. करोमि, अस्तु, समीचीनं भगिनि. एकमेव अस्ति, यदि आरोग्यम् आवश्यकं तर्हि चलनं कुर्मः. हा, तत्र अस्तु, चलनं कुर्मः. अस्तु, समीचीनं भगिनि. हा, अस्तु, अग्रे तत्र इदानीं किम्, अस्तु, शोभा भगिनी अग्रिमम् आरम्भं करोति वा? आं महोदय. यथोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणं, विद्युत् अस्ति दीपः ज्वलति. यदि विद्युत् अस्ति तर्हि दीपः ज्वलति. स्नानं न करोति शरीरं मलिनं भवति. यदि स्नानं न करोति तर्हि शरीरं मलिनं भवति. मलिनम् इति विशेषणं तावदेव. अस्तु, अग्रे. कार्यालयस्य विरामः अस्ति चलचित्रं पश्यामि. यदि कार्यालयस्य विरामः अस्ति तर्हि चलचित्रं पश्यामि. तर्हि चलचित्रं पश्यामि. एतत् प्रायशः सर्वाणि वाक्यानि अभ्यासपुस्तके अपि अस्ति इति मन्ये, खलु? हा, तत्र किमपि नूतनतया अत्र नास्ति, केवलं किञ्चिदेव नूतनम् अस्ति इति मन्ये. अस्तु, अग्रे लक्ष्मी भगिनी, अग्रे. अस्तु महोदय. यदि आत्मविश्वासः अस्ति तर्हि सर्वं सुकरं भवति. आत्मविश्वासः अस्ति, यदि आत्मविश्वासः अस्ति तर्हि सर्वं सुकरं भवति. सुकरम् इत्युक्ते सर्वं सरलं. सरलं, समीचीनं भवति. अस्तु, दुष्करम् इत्युक्ते तत्र तद् कार्यं कर्तुं क्लेशः भवति, कष्टः भवति. किन्तु सुकरम् इत्युक्ते कार्यं कर्तुं क्लेशः न भवति. हा, निरासायेन कार्यं कर्तुं शक्नुमः इति. अनायासेन, हा, अनायासेन कार्यं कर्तुं शक्नुमः. समीचीनं, अग्रे पठामि वा? अग्रे पठतु भगिनि. हा, सर्वे सत्कार्यं कुर्वन्ति देशस्य उन्नतिः भवति. यदि सर्वे सत्कार्यं कुर्वन्ति तर्हि देशस्य उन्नतिः भवति. हा, तत्र सत्कार्यं यदि सर्वे कुर्वन्ति तर्हि देशस्य उन्नतिः, देशस्य उन्नतिः, उन्नतिः इति तत्र लिङ्गं किम् इति उन्नतिः स्त्रीलिङ्गं, स्त्रीलिङ्गं मतिशब्दवत्, हा मतिशब्दवत् तावदेव. अस्तु तर्हि तत्र किमपि नास्ति तत्र वक्तव्यम् इति. अस्तु अग्रे ललिता भगिनी पठति वा? यदि मूल्यं, यदि मूल्यं न्यूनम् अस्ति तर्हि फलानि क्रीणामि. अग्रे यदि भवती विपणिं गच्छति तर्हि अहमपि आगच्छामि. अस्तु अन्यत् अन्तिमम् अस्ति तदपि करोतु. यदि भवान् न पठति तर्हि परीक्षायाम् उत्तीर्णः न भवति. यदि भवान् न पठति, यदि भवान् न पठति तर्हि परीक्षायाम् उत्तीर्णः, तदा उत्तीर्णः इत्युक्ते उत्तीर्णः इस् पुल्लिङ्ग, पुल्लिङ्गपदम्. किमर्थं भवान् इत्युक्ते भवती आसीत् चेत् यदि भवती न पठति तर्हि परीक्षायाम् उत्तीर्णा न भवति. उत्तीर्णा न भवति, समीचीनं भगिनि. अस्तु अग्रे तत्र गीताञ्जलि भगिनी अग्रे पठति वा? आं महोदय. अन्यानि अपि कानिचित् अव्ययानि यावत् तावत् उच्चैः पठत. नद्यां यावत् जलमस्ति तावत् सरोवरे नास्ति. तुलनाविषये अस्ति, तुलनाविषये अपि च मापनमिति तत्र मापनं न भवितुम् अर्हति, किन्तु इत्युक्ते संख्या किमपि नास्ति तत्र. संख्या नास्ति किन्तु तत्र कति इति प्रश्नः न भवति. कियत् इति प्रश्नः यत्र अस्ति तत्र यावत् तावत् इति. समीचीनं भगिनि. तत्र कियत् इति यत्र भवति किन्तु कति इति प्रश्नः न कर्तुं शक्नुमः. तत्र कियत् जलम् अस्ति इति एव प्रश्नः, किन्तु कति जलम् इति अथवा इति तत्र न वक्तुं शक्नुमः. यदि महोदय यदि कति अस्ति चेत् यदि क्षम्यता यदि यदि कति अस्ति तर्हि किम् उपयोगं कुर्मः? तत्र कति अस्ति चेत् एकस्य अपेक्षया अन्यत् तत्र अधिकम् अस्ति इति तावदेव वक्तव्यं खलु. तत्र यावत् इति उपयोगं न कुर्मः वा इति अहं न श्रुतवान् भगिनि. तत्र पश्यामः यदि तत्र तादृशवाक्यानि भवति वा इति, भवति न वा इति पश्यामः, किन्तु एतावत् मया न श्रुतम् इति मन्ये. पश्यामः. अस्तु गीताञ्जलि भगिनी अग्रे. कर्णाटकं यावत् विशालं केरलं तावत् विशालं नास्ति. तत्र तु मापं शक्यं महोदय. अत्र तु कथम् इत्युक्ते क्षेत्रस्य मापं तु किन्तु तत्र भगिनी तत्र केवलम् एका संख्या तत्र एकं द्वे त्रीणि इति तादृशसङ्ख्यम् उपयुज्य न तत्तु न. तत्तु न, किन्तु अत्र तु कियत् एव आयाति, किन्तु वंशी भगिनी, भगिन्याः प्रश्नः तु यदि वयं किमपि विषये मापं शक्नुवन्ति तदनन्तरं यावत् तावत् इति समीचीनं वा इति प्रश्नः भवति भगिनी. न अवगच्छामि. अस्तु, तस्य चिन्तनं तत्र वंशीसुधभगिनी प्रायशः तत्र यदि कति इति प्रश्नः अस्ति चेत् तत्र यानि यः सः इति तादृशवाक्यं कर्तुं शक्नुमः इति मन्ये भगिनि. यानि कार्याणि एषः कृतवान् तानि, तस्य अधिकानि कार्याणि एषा कृतवती इति तादृश अर्थे तादृशवाक्यं कर्तुं शक्नुमः इति मन्ये. किन्तु तत्र यावत् तावत् इति तादृशः सम्बद्धपदद्वयम् अस्ति न वा इति न जानामि. अस्तु पठामि महोदय. अस्तु पठतु भगिनि अग्रिमम्. एषा यावत् कार्यं करोति तावत् अन्या न करोति. अत्र कार्यं करोति इति तत्र एकवचने एव अस्ति, तत्र एका कार्य एकमेव कार्यम् इति न खलु तत्र. न न इत्युक्ते एकमेव कार्यं तु न इति विषयः नास्ति तत्र. कियत् कार्यं सा कृतवती इति विषयः. निपुणतया कृतवती अपि अधिकमेव कृतवती, किन्तु कियत् कार्यं यावत् कार्यं करोति. निपुणता अपि आगच्छति तत्र, अन्येन करोति. अतः तत्र किञ्चित् भेदः अस्ति. कति इति विषयः तत्र तु न अत्र नास्ति, किन्तु अन्येषु वाक्येषु भवति न वा इति न जानामि. एतावत् न दृष्टवान्, किन्तु प्रायशः भवति न वा इति. अस्तु, धन्यवादः भगिनी. अस्तु अग्रे कः, लक्ष्मी भगिनी पठति वा अग्रे? अस्तु महोदय. भीमस्य यावत् धैर्यम् अस्ति तावत् अन्येषां नास्ति. तत्र धैर्यं यावत् अस्ति, यावत् धैर्यम् अस्ति तावत् धैर्यम् अन्येषां नास्ति. तत्र प्रायशः तत्र एकः तु नियमः तत्र एतावत् यानि वाक्यानि दृष्टवन्तः तत्र एकः नियमः तु अस्ति इति मन्ये. तत्र विभक्तिसामान्यम् अस्ति खलु तत्र नद्यां सरोवरे कर्णाटकं केरलं तत्र प्रथमविभक्ति, नद्यां सरोवरे सप्तमविभक्ति, पुनः प्रथमविभक्ति, अपि इदानीं तत्र षष्टिविभक्ति. भीमस्य यावत् धैर्यम् अस्ति अन्येषां नास्ति इति तत्र षष्टिविभक्ति षष्टिविभक्ति सामान्यता अस्ति. अग्रे. मम भगिनी यावत् पठति तावत् अहं न पठामि. तत्र कर्तृपदमेव. अस्तु, यावत् पठति तावत् अहं न पठामि. समीचीनं. यावत् युद्धं न करोषि तावत् राज्यं न प्राप्नोषि. इदानीं तत्र किं भवति, तत्र एतावत् कीदृशवाक्यम् आसीत्, इदानीम् एतत् वाक्यं तादृशमेव वा अथवा किञ्चित् भिन्नं वा? कालं सूचयति वा? यावत् कालं युद्धं न करोषि तावत् राज्यं न प्राप्नोषि. इदानीं समयस्य विषयः, समीचीनं, कालस्य विषयः. इदानीं पूर्वं सर्वं तत्र तुलना इति, मापनम् इति, इदानीं तु कालः इति विषयः. समीचीनं भगिनि. अस्तु अग्रे शुभदा भगिनी पठति वा, तदनन्तरं वेदा भगिनी पठति वा? आं महोदय. यावत् आत्मज्ञानं न भवति तावत् मोक्षः न भवति. अत्रापि समयस्य सम्बन्धः अस्ति. यावत् तपः न आचरति तावत् शान्तिः न लभ्यते. अतः तत्र किम् अस्ति, तत्र इदानीं यावत् तावत् इति कीदृशः अर्थः अत्र अस्ति इत्युक्ते, तत्र यदि प्रथमं न भवति तर्हि द्वितीयमपि न भवति इति. तत्र तत्र यावत् तावत् इति तत्र किं यदि तत्र यदि तर्हि इति स्थापितुं शक्नुमः तत्र तादृशप्रयत्नं करोति वा तत्र यावत् आत्मज्ञानं न भवति तावत् मोक्षः न भवति इति तत् यदि तर्हि इति उपयुज्य आम् महोदय यदि आत्मज्ञानं न भवति तर्हि मोक्षः न भवति खलु आम् महोदय सत्यम् अग्रे यावत् तपः न आचरति तावत् शान्तिः न लभ्यते अत्रापि यदि तपः न आचरति तर्हि शान्तिः न लभ्यते यावत् अत्र अपि अन्यत् अपि अत्र वक्तुं शक्नुमः तत्र यदि तर्हि मध्ये अपि अत्र एकः भेदः अस्ति यावत् तावत् इति इत्युक्ते तत्र यदि तर्हि इति तत्र यदि एतत् कुर्मः तर्हि एतत् निश्चयेन द्वितीयं भवति इति किन्तु यावत् तावत् मध्ये किमस्ति इत्युक्ते एतत् करणीयमस्ति यदि एतत् न कुर्मः द्वितीयं न भवति इति खलु तत्र यदि तर्हि मध्ये यदि प्रथमं कुर्मः द्वितीयं भवति किन्तु अत्र किं वदामः वयं यदि प्रथमं न करोति द्वितीयं न लभ्यते अन्यत् कृत्वा द्वितीयं लभ्यते इति न एतत् करणीयम् अस्ति यदि एतत् न करोति द्वितीयं न भवति इति अपि च कालस्य विषयः अपि कालस्य विषयः अपि अस्ति सत्यं भगिनि अस्तु अन्तिमम् अस्ति तदपि करोतु भगिनि यावत् विश्वरूपं न पश्यति तावत् अर्जुनः न विश्वसिति तत्र तस्य विश्वासः कदा अभवत् विश्वरूपस्य दर्शनानन्तरम् एव अर्जुनस्य विश्वासः कृष्णे तस्य विश्वासः दृढः अभवत् अस्तु अन्तिमं तत्र अवधेयम् इति अवधेयं यावत् तावत् इत्येतत् युगलम् अवधिं दैर्घ्यं कालं च सूचयति यावत् इत्यस्य प्रयोगः कृतः चेत् तावत् इत्यपि प्रयोक्तव्यम् एव यावत् अस्ति चेत् तत्र तावत् प्रयोक्तव्यम् एव तत्र दैर्घ्यं कालं च अवधिम् अवधिं तत्र कालम् इति अवधिं सूचयति दैर्घ्यं तत्र दीर्घता अथवा दैर्घ्यम् इति क्षम्यतां युगलम् अवधिम् इत्युक्ते मीनिङ्ग् दैर्घ्यं कालं वा युगलम् अवधिं सूचयति अवधिम् अवधिम् इत्युक्ते अत्र अद्य आरभ्य श्वः पर्यन्तम् इति तत्र तत् एकः अवधिः अस्ति खलु कालस्य अवधिः अद्य आरभ्य श्वः पर्यन्तं तत्र कालस्य अवधिः एषः युगलं युगलं तत्र युगलम् इत्युक्ते द्वयमपि आवश्यकम् तत्र यावत् तावत् इति तत्र आरभ्य पर्यन्तम् इति तत्र द्वयमपि आवश्यकं खलु तत्र तादृश अत्र केवलं यावत् इति तेन पर्याप्तं नास्ति यावत् वक्तव्यं तावत् अपि वक्तव्यं युगलं युगलम् इत्युक्ते द्वयमपि द्वयम् इति युगलम् इत्युक्ते अस्तु अस्तु तर्हि इदानीं तत्र चेत् नो चेत् इति एकं सम्भाषणम् अस्ति बहु हास्यास्पदसम्भाषणम् इति मन्ये अस्तु तदनन्तरं प्रायशः अद्य सम्भाषणम् अपि चेत् नो चेत् एतदेव कर्तुं शक्नुमः अग्रिमे वर्गे तत्र सप्तविभक्तयः इति यदस्ति तद् अग्रिमे वर्गे कुर्मः अस्तु अस्तु तर्हि तत्र वेदा भगिनि अग्रे पठति वा चेत् नो चेत् इति विषयः महोदय एतत् सम्भाषणम् उच्चैः पठत चेत् नो चेत् अस्तु अस्तु भगिनी भवती मिलिन्दः भवतु तत्र नरेश महोदय, भवान् नारायणः भवतु महोदय. आगामि मासस्य कार्यक्रमस्य विषये चिन्तनम् एव न कृतम्. यदि एवम् एव दिनानि गच्छन्ति तर्हि मित्र चिन्ता मास्तु. यदि वयं सर्वे कार्याणि विभज्य स्वीकुर्मः तर्हि न कोऽपि क्लेशः भवति. यदि अस्माकं गोष्ठी भवति तर्हि खलु कार्यविभागः. अस्तु मित्र, अद्य एव गोष्ठी भवतु, आगच्छामि तावत्. यदि कार्यालयं विलम्बेन गच्छामि तर्हि मम अधिकारी कुप्यति. सायं मम गृहम् आगच्छति खलु भवान्? चेत् सायंकाले आगच्छामि, नो चेत् दूरभाषां करोमि. शक्यं चेत् इति? आम्, अद्य गणनापरिशोधकः अस्माकं कार्यालयम् आगतः अस्ति. सः प्रायः चतुर्वादने गच्छति. सः गच्छति चेत् अहं भवतः गृहम् आगच्छामि, नो चेत्. भोः, कार्यक्रमस्वरूपविषये अद्य एव निर्णयं कुर्मः. अस्तु, शक्यं चेत् सायंकाले मिलामः. श्वः अरविन्दस्य समयः न भविष्यति चेत् तर्हि अहम् अद्य रात्रौ अरविन्दस्य गृहमेव गच्छामि. सः गृहे अस्ति चेत् समीचीनं, नो चेत् पुनः गमिष्यामि, चिन्ता मास्तु. अस्तु, हास्यास्पदम् अस्ति खलु तत्र. एतत् अस्ति वा, अस्ति चेत्, नो चेत्, अस्ति चेत्, नो चेत्. मिलिन्दस्य स्वभावः चिन्ताग्रस्त, डौट्फुल् क्यारेक्टर् महोदय. तत्र आगच्छामि तावत् इति अर्थः किम्? इदानीं वा तावत् इत्युक्ते अर्थः किं महोदय? आगच्छामि तावत्, अद्य एव गोष्ठी भवतु, आगच्छामि तावत्. हा, तत्र अस्तु मित्र, अद्य एव गोष्ठी भवतु तावत्, तत्र तस्मिन् समये आगच्छामि इति. हा, अद्य एव गोष्ठी भवतु तत्र इत्युक्ते तस्मिन् समये वा तप् तप् अस्ति वा बै दट् टैम्? हा, तत्र पर्यन्तम् इति अर्थे वा महोदय? पर्यन्तम् इत्युक्ते तत्र कालं सूचयति खलु भगिनि, किन्तु तस्य पूर्वम् आगच्छामि तत्र. यः समयः निश्चितः अस्ति, यः समयः निश्चितः अस्ति तस्मिन् एव समये अथवा तस्य पूर्वमेव अहम् आगच्छामि तावत् आगच्छामि इति. तत्र तस्मात् पूर्वम् आगच्छामि, अत्र चिन्ता मास्तु, आगच्छामि इति. अपि अन्यत् कोऽपि अत्र, तत्र केवलं चेत् नो चेत् इति एव हास्यास्पदम् अस्ति. तद्विहाय तत्र अन्यत् किमपि अस्ति वा न वा इति. अन्तिमवाक्ये नो चेत् उषसि पुनः गमिष्यामि. उषसि इति तु मार्निङ्ग्, उषाकाले. उषा इति तत्र किं, सूर्यस्य पत्नी इति खलु. उषा भगिनी अत्र अस्ति, सा वक्तुं शक्नोति. सत्यं भगिनि, हा सत्यं, हा बहु ध्वनि आगच्छति महोदय. अस्तु, उषसि, उषसि इति सप्तमी. उषसि इति भवति वा? उषसि, उषसि इति न उषसि, तत्र प्रायः सकारान्तपदम् अस्ति भगिनि. नपुंसकलिङ्गे मनसि स्त्रीलिङ्गपदं महोदय, स्त्रीलिङ्ग वा, किन्तु सकारान्तपदम्. उषा इति न, उषा इति पदं न, सकार. तत्र वयं जानीमः हलन्तपदानाम् एषः क्लेशः भवति, तत्र लिङ्गस्य निर्णयं सुलभतया न कर्तुं शक्नुमः इति, यतोहि तत्र रूपं समानमेव भवति. संस्कृत डिक्शनरी मध्ये तु स्त्रीलिङ्गं दत्तं महोदय. उषस् इति वा? अस्तु भगिनि. अप्सरस् इति, अप्सरस्वत्, अप्सरस्वत् वा? अस्तु, उषसि. अस्तु, समीचीनम्. अस्तु, उषसि, पुनः गमिष्यामि, चिन्ता मास्तु. भवतः चिन्ता मास्तु इति. अन्यत् किमपि अस्ति वा? तत्र प्रायशः कोऽपि प्रश्नः अस्ति वा अस्मिन् सम्भाषणे? अस्ति चेत् महोदय, नो चेत् नो इति पदस्य विषये नो इति अव्ययं पदं वा? नः इति, नः, नो, नो इति अव्ययम् इति. तत्र नः इत्युक्ते नः इति न, तत्र प्रायशः नो इति एव रूपम् अस्ति इति मन्ये भगिनि. तत्र अव्ययं नो इति अव्ययं महोदय, नो इति एव अव्ययम्. अन्य किमपि विषये तु नो अहं न पश्यामि, किन्तु तत्र अपि भवितुम् अर्हति महोदय. चेत् विषये तु वयं तत्र एव अस्ति. सत्यं सत्यं, तत्र चेत् नो चेत् अत्रैव वयं दृष्टवन्तः. अहं चिन्तयामि यदि अन्यत्र कुत्र भवति न वा इति. इदानीं किमपि मनसि न आगच्छति भगिनि? वदतु भगिनि. आङ्ग्लभाषायामपि अस्ति. सत्यं सत्यं सत्यं. अस्तु महोदय, संस्कृत स्पोकन् संस्कृत मध्ये नो इति एकं दत्तं, किन्तु नो एड्वर्ब् इत्युक्ते एण्ड् नाट्, एण्ड् नाट् इति. भगिनि, नो इति अभावे अस्ति इति शब्दकल्पद्रुमे अस्ति भगिनि. अव्यय अव्ययपदम् अभावः, नहि अभावः नास्ति, नास्ति. अपि च महोदय, देहः शरीरम् इति, दहति इति देहं, देहः शीर्यते, शीर्णः भवति इति शरीरः इति अस्ति महोदय. समीचीनं, धन्यवादः भगिनि. एतादृश एव मया श्रुतम् इति मन्ये. समीचीनं भगिनि, वदतु भगिनि, क्षम्यतां. दहति, दहति इति देहः, शीर्यते इत्युक्ते शीर्णः इत्युक्ते डिके भवति, शीर्यते इति शरीरः, शरीरः. अतः यः मरणं प्राप्नोति देहः एव वक्तुं शक्यते, शरीरं न वदति किल. एतादृश एतादृश कोऽपि तत्र भेदः अस्ति तत्र. धन्यवादः भगिनी. एतदेव एतदेव अहं पूर्वं श्रुतवान् किन्तु विस्मृतवान्. क्षीयते, अधुना तु शरीरे अस्मि, अधुना तु अस्माकं शरीरे अस्मि, परन्तु मरणानन्तरं देहः भवामि. महोदय, अन्यत् विषयम्, अन्यत् एकः पदस्य विषये अपि वक्तुम् इच्छामि. उषसि अस्ति, उषस् इति शब्दः यदि पुल्लिङ्गे अस्ति, शब्दः नपुंसकलिङ्गे अस्ति, तत् तर्हि प्रातः कालः अस्ति. यदि स्त्रीलिङ्गे अस्ति, उषसि अस्ति चेत् रात्रौ अस्ति महोदय. भिन्नः अर्थः, द्वौ अर्थः स्तः महोदय. पुनः वदतु भगिनि. उषः, उषस् सकारान्तशब्दः एव महोदय. उषस् इति भवति चेत् उषः, उषः, उषस् उषसि इति सप्तमी विभक्ति भवति, तत्र नपुंसकलिङ्गे भवति महोदय, प्रातः काल भवति. यदि उषसि इति दीर्घ ईकारः अस्ति तर्हि तत्र रात्रौ इति ट्वैलेट् किं. अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु, तत् बहु समीचीनमस्ति भगिनि, अहं न ज्ञातवान्. अस्तु, किन्तु तत्र लिङ्गभेदः अस्ति वा? तत्र प्रातःकाले नपुंसकलिङ्गे, सायङ्काले इति स्त्रीलिङ्गे महोदय. स्त्रीलिङ्गे अस्ति, ओ बहु समीचीनमस्ति भगिनि. अस्तु, धन्यवादः. उषःकाल इति वक्तुं शक्यते न? प्रातः उषःकाल, सायं उषःकाल इति वक्तुं शक्यते न महोदय? किन्तु तत्र केवलं लिङ्गभेदेन तत्र तदपि व्यावहारिके अपि वयं वदन्ति स्म खलु महोदय, प्रातःषः सायङ्कालहुषः इति द्वयोः अर्थौ, द्वौ अर्थौ स्तः महोदय. अस्तु, समीचीनं, बहु समीचीनमस्ति भगिनि, धन्यवादः. धन्यवादः. अतः तत्र उषसि इति ह्रस्व इकारः, अन्यत् अस्ति दीर्घ इकारः, अथवा द्वयमपि समानरूपं वा? न महोदय, दीर्घ इकारः स्त्रीलिङ्गे यथा. अस्तु, समीचीनं. नदीवत् वा भगिनि? नदीवत्. प्रातिपदिकमस्ति उषसि इति, प्रातिपदिकमस्ति उषसि इति सप्तमी विभक्त्या. अस्तु अस्तु, उषसि इति केवलं प्रातिपदिकम्. अस्तु अस्तु, तत्र सप्तमी विभक्तिरूपं नास्ति. नो, उषसि दीर्घ इकारान्त इति प्रातिपदिकम्. अस्तु अस्तु, अतः तत्र उषस्याम् इति भवति. अस्तु, सप्तमी. अस्तु अस्तु अस्तु, अतः तत्र अत्र तु प्रातःकाले एव सूचितम् अतः. अस्तु, किन्तु उषसि इति पदम् एव सन्ध्याकाले इति अर्थे भवति महोदय. किन्तु तत्र सन्ध्या, सन्ध्याद्वयम् अथवा त्रयम् इति वक्तुं शक्नुमः इति कृत्वा. अस्तु अस्तु भगिनी, उषा भगिनी तु उषसि अस्ति वा? अहं चिन्तयामि, अहं रात्रौ अस्मि, प्रातःकाल उषा अस्मि. अस्तु भगिनि, अस्तु तर्हि अग्रे तत्र अभ्यासः अस्ति, किञ्चित् तदपि पठामः. तत्र श्रीप्रिया भगिनी पठति वा अग्रे? आम् आं महोदय. अभ्यासः, यथोदाहरणं वाक्यानि रचयत. उदाहरणं, भवान् शीघ्रम् आगच्छतु, नो चेत् पिता तर्जयति. गीताम् अर्थसहितं पठतु, नो चेत् भारतीयदर्शनं सम्यक् ज्ञातुं न शक्नोति. तत्र भारतीयदर्शनम् इत्युक्ते अस्माकं संस्कृतिः वा? संस्कृतिः. तत्र षड् दर्शनानि सन्ति खलु इति मन्ये, अतः तत्र मीमांसा, न्यायम् इति अस्ति खलु, अतः तत्र षड् दर्शनविषये. औषधं स्वीकरोतु, नो चेत् ज्वरः वर्धते. औषधं स्वीकरोतु, नो चेत् ज्वरः वर्धते. समीचीनम्. अस्तु अग्रे, उषा भगिनी. आं महोदय. पठितं तदा तदा वदतु, नो चेत् विस्मरणं भवति. यत् भवति, भवत्या यत् पठितमस्ति तत् तदा तदा वदतु, तस्य प्रयोगं करोतु, नो चेत् विस्मरणं भवति. अग्रे, परश्वः भवतः गृहम् आगमिष्यामि. परश्वः भवतः गृहम् आगमिष्यामि, नो चेत् प्रपरश्वः. नो चेत् प्रपरश्वः. नो चेत् प्रपरश्वः. समीचीनं भगिनि. नारायणः अस्ति तत्र. अस्तु अग्रे, ललिता भगिनी पठति वा? कथं प्राप्यते? ललिता भगिनी पठतु भगिनि. सुरेशः आगच्छति, नो चेत् माम् आह्वयतु. सुरेशः आगच्छति, नो चेत् माम् आह्वयतु. माम् इति विभक्ति का? माम् द्वितीया. द्वितीया, समीचीनं. उपविश्य पठतु, नो चेत् उत्थाय वा पठतु. उपविश्य पठतु, नो चेत् उत्थाय वा. लेबन्त, लेबन्त पदम्. उत्थाय वा पठतु. उत्थाय लेबन्त. वा पठतु. अस्तु, समीचीनम्. अस्तु, शुभदा भगिनी अग्रे. आम् महोदय, अस्मिन् वाक्ये सुरेशः आगच्छति चेत् माम् आह्वयतु न वा महोदय, और् नो चेत्? तत्र सन्दर्भानुसारं, तत्र सुरेशः मित्रं वा शत्रुः वा इति न जानीमः, अतः तत्र न वक्तुं शक्नुमः. सः आगच्छतु नो चेत् भवान् आगच्छतु. हा, तत्र सः आगच्छतु, लकारः कः? लोट् लकारः, प्रथमपुरुष एकवचनं. सः आगच्छतु, सः आगच्छतु. अग्रे, भवान् आगच्छतु नो चेत् अनुजं प्रेषयतु. नो चेत् अनुजं प्रेषयतु, समीचीनम्. हा, अन्तिमं, विना शब्दं पठतु नो चेत् इतः निर्गच्छतु. हा, तत्र प्रायः तत्र पुस्तकालयं वा तत्र. ओ ओके, हा हा, विना शब्दं पठतु नो चेत् इतः निर्गच्छतु, बहिः गच्छतु. समीचीनम्. अस्तु, अग्रे वंशी महोदय, तत्र मनसा पठतु इति वाक्यं समीचीनं वा? हा, मनसा, मनसा इति तृतीयविभक्ति. हा, कायेन वाचा मनसि, हा, तत्र मनसा इति मनसा स्मरामि अस्ति, मनसा पठतु इति वक्तुं शक्नुमः किल? मनसा पठतु प्रायः, हा, अर्थः तत्र अवगम्य अवगमने क्लेशः भवति वा? न भवति इति मन्ये भगिनि. मनसा पठतु, मनसा अथवा मनसि, मनसि पठतु, मनसि पठतु इति मनसि पठतु न वक्तव्यम् इति, मनसि पठतु इति न वक्तव्यम् इति मन्ये भगिनि. मनसा पठतु, मनसा पठतु न भवति महोदय, कर्मणि रूपं भवति, मनसा पठ्यते इति भवति महोदय, तृतीयविभक्ति भवति. सत्यं सत्यं. किन्तु कर्मणि किमर्थं कर्मणि तत्र? तत्र माध्यमं भवति खलु, तत्र कर्तृपदं भवति न महोदय, मनसा इति मनस् करणं, मनसा स्मरामि अस्ति किल? हा, तत् मनसा स्मरामि अहं, तदपि उत्तमपुरुषे, अतः स्वीकर्तुं शक्नुमः इति मन्ये. ओ, तर्हि तत्र हा प्रश्नः भवति तत्र. हा, अस्तु, अहम् इति, अहम् इति कर्तृपदम् इति स्थापयित्वा तत्र अहं मनसा पठामि इति, किन्तु मनसि पठामि इति तत् प्रायशः न वक्तुं शक्नुमः इति मन्ये भगिनि. आम् महोदय, मनसा इति एव चिन्तितवती. अस्तु महोदय. हा, तत्र तृतीया, मनसा इति तृतीयरूपमेव, रूपं तृतीया एव अस्ति. मनस् मनसा माध्यममिति स्वीकृत्य कर्तुं शक्नुमः महोदय. मनसा सततं स्मरणीयम् इति अस्ति न महोदय? हा, किन्तु तत्र कर्मणि प्रयोगः अस्ति. भवति तत्र कर्मणि सर्वत्र कर्तुं शक्नुमः कर्मणि, किन्तु प्रश्नः आसीत् अत्र करणीयं वा, कर्मणि एव भवति न वा इति प्रश्नः. किन्तु तत्र मनसा इति माध्यमं, मनस् माध्यममपि भवितुम् अर्हति इति चिन्तनं तावदेव भगिनि. अस्तु, इदानीं तत्र किम् उच्चैः पठत इति यानि वाक्यानि सन्ति तत् गृहपाठरूपेण स्वीकुर्मः, तदा अग्रे तत्र दशमः त्वम् असि इति कथाम् अग्रिमे वर्गे पठित्वा एतत् समापयितुं शक्नुमः इति मन्ये. तदनन्तरं गीतासोपनस्य द्वितीयभागस्य आरम्भं कर्तुं शक्नुमः. अस्तु, तर्हि तत्र वंशीसुधा भगिनी अन्ते तत्र शान्ति मन्त्रं वदति वा भगिनि? आं महोदय. हा, ॐ पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमाधाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ गुरुभ्यो नमः धन्यवादः महोदय धन्यवादः भगिनी धन्यवादः महोदय धन्यवादः महोदय एकः संशयः अस्ति धन्यवादः महोदय